अत्र प्रेषयामि लिङ्क्, तर्हि तद् वयम् आवलिं वयं पठित्वा आगच्छामः इति अस्माकं निर्णयः. तर्हि अग्रे क्षम्यताम्, इतोपि पञ्चनिमिषं स्वीकृत्य कुर्मः. अहं भगिनि भगिनि सु धातु या सति न सु श्रूयते यासु श्रूते तेषां निच् प्रत्ययः कथं भवति? निच् धातु यदि प्रयोजककर्ता इति वदामः सावयति इति भवति, सावयते सु इति यदि स्वीकुर्मः अचोन्यति सावयति इति भवति, तर्हि सु इति सावयति इति स्यात् खलु, सावयति इति आगच्छति साधु. भू यथा भू भावयति भावयति सावयति साधु. अग्रे अहं वदामि तर्हि अन्तिम धातु आवलिस्तु तद् वदामि. तत्तु रथादिभ्यश इति अस्ति, महोदय सङ्गणकद्वयात् आगतवान् इति कृत्वा अहं म्यूट् कृतवती. अस्तु तर्हि रथादिभ्यश इति रद्द धातुः हिंसारद्योः इति राद्योः इति अर्थः, तत् तत्तु सर्वे धातवः रदादिभ्यश्च इत्यस्मिन् अस्ति, तत्तु द्विवादिगणीय आत्मनेपदी प्रस्मेपदी धातवः सन्ति. तर्हि रध्यति इति अस्ति, तदनन्तरं नश् इति अदर्शने अनश्यति, तदनन्तरं तृप् इति किम् अस्ति प्रीणने इति तृप्यति, दृप् इति हर्षमोहनयोः मोहनयोः इति दृप्यति, तदनन्तरं तदनन्तरं चत्वारः धातवः सन्ति ये वा दृह मुह श्नुह स्निह इत्यस्मिन् वर्तते. तर्हि दृह् इत्यस्मिन् इत्यस्य अर्थः भवति जिगांसायाम् इति, तर्हि दृह्यति इति स्नु मुह् इत्यस्य वैचित्ये मुह्यति, स्नुह् इत्यस्य उद्गिरणे इति स्नुह्यति, स्निह् इत्यस्य प्रीतौ इति स्निह्यति, विरहकुशः इत्यस्मिन् इति सूत्रेण निरूपसर्गपूर्वककुश् धातुः अपि वेद् भवति. तर्हि तत्र तु कुश् धातोः अर्थः भवति निष्कर्षे इति अर्थः. तर्हि कुष्णाति इति भवति, क्रयादिगणीयधातुः अस्ति, प्रतिपति अस्ति. भगिनी वदति भगिनि. अस्तु, रद् इति द्वादिगण्यधातु हिंसायाम् अटे अस्ति, नश् अपि द्वादिगण्यधातु हिंसायाम् अटे नश्यति इति अस्ति, रद् नश् तृप् दृप् ते सर्वे द्वादिगण्यधातु अस्ति, तृप् इति शान्ति इति अनुभवामः इति तृप् भवति तृपयति, तदनन्तरं दृप् अपि अति मोहने अति अस्ति दृपयति तृप् दृप् तदनन्तरं अस्ति सूत्रमस्ति दृह् मुह् स्नुः स्नु स्नु स्नेह इति, तु तेषां कृते अस्ति दृह् इति तस्य अर्थं भवति हिंसा जिज्ञास्य अर्थं किमस्ति दृह् हन्तुम् इच्छा इति जिगांसा अच्छा इति सन् सन् जिघान्त इच्छा अस्ति हिंसायाम् इच्छा दृह् इति अस्ति मुह् इति भवति यथा जुलुडेरसि रै मोहैचित्ये चित्तस्य विकृतिः जाता इति विकृति कन्फ्यूशन् अस्ति यथा वयं वदामः वेदान्ते मुह्यति अस्तु स्नुः इति उद्धरणे अस्ति किमपि वमति अस्तु समानमस्ति खलु तर्हि अहं स्मरामि वमति अस्तु वमति अपि वक्तुं शक्नुमः साधु वामति स्नेह इति अस्ति प्रीत्यार्थे स्नेहति निकृष् भवति आकर्षण इति कृष्ण इति आकर्षण एक्स्ट्राक्ट् इति अर्थः एक्स्ट्राक्ट् अस्तु लैक् अ ज्यूस् एक्स्ट्राक्ट् इति तत् वदामः कृष्णाति फलरसं कृष्णाति अस्ति खलु कृष्णाति क्रियादिगण्यदातु अस्तु कृष्णाति अग्रे भगिनी अग्रे अग्रे अन्य महोदय वा मणिमहोदय वा भगिनी वा वक्तुम् इच्छतः वा ददाति दर्शयति अस्मि आवलि न महोदय अहं तु अत्र करपत्रं प्रेषितवती खलु ततः वयं पठामः चाट् मध्ये प्रेषितवती पुनः प्रेषयामि अहं पुनः प्रेषयामि चाट् मध्ये फोन् मध्ये अस्ति न तु पत्ररूपेण प्रेषयामि भगिनी वदति वा सावधानमस्तु अतः हिंसायां द्विवादिगणेय रद्यति प्रश्नपदे एव नश् अदर्शने द्विवादिगणेपि अस्ति नश्यति तृप् हर्षमोहयोः अत्रापि किं भगिनि तृप् तृप् हर्षमोहयोः दृप् जिगाच जिगांश तृप्ति प्रीणने तृप्यति प्रीणने इति तृप्तिः अस्ति इति अनन्तरं दृप्ति हर्षमोहनयोः तत्तु दृप्यति दुः इति जिगांसायां मुह् न जानामि भगिनि मुह् मोहः इति वदामः मोहः कृत्वा क्रेज़ि जातः धनेन सह तस्य मोहः जातः इति वदामः खलु यत्र बुद्धिः किम् अस्ति विकृतिः भवति चेत् वैचित्ये इति चित्त इत्युक्ते मतिः अस्ति खलु तर्हि उद्गिरणे इति उद्धान इति यत् प्राणः अस्ति न उद्धानप्राण उद्धरणे उत् इति गिरणे इत्युक्ते तु स्वालो उद्गिरणे इत्युक्ते इट् स्वालो अप् इति तादृश इट् गोस् अप् इति कृत्वा इट् बिकम्स् वामिट् रैट् when your foot comes up from your tube it becomes unstable smishiti preetau preetau ah sarla mani mohode vaktum sukhi mohode kim dadu mohode idani madadu weight dadu nam davali mai madhyasam kuruna weight dadu nam ga hua yettima pibhan agrimam vadati va tanchu iti tatra gun udit dadu nam vadati va कण्ठस्थी कृत्वा आगन्तव्यं महोदय तदेव अस्माकम् अभ्यासः अस्ति अस्तु महोदय महोदय अग्रिमसप्ताहे अर्थमपि पठित्वा आगच्छतु दातुः अहं जानामि इदानीमेव परन्तु अन्य अर्थः किम् इति अहं न जानामि सप्ताहे अर्थं पठित्वा आगच्छति अधुना केवलम् आवलिं वदतु अस्तु अस्तु महोदय आवलिं वदतु महोदय वदति वा किं दातु महोदय अत्र ऊदित् धातूनाम् आवलिः वदतु इति आम् आम् ऊदित् धातूनां ओ अधुना यदा वयं तञ्चु ओव्रज् अदे धनं तदेव महोदय तञ्चु ओव्रज् अञ्चु अनन्तरं मृज्यु क्लिजु स्यन्द् शिदु नकारान्तः वा कृपु गुपु गुपु अनन्तरं गोः त्रिपुस् त्रिपुस् चमु चमूस् मकारन् चमूस् चमु इति नास्ति खलु गुपु अनन्तरं चमु अस्ति वा चमु अनन्तरं तालविषकरकास् क्लिश् असु असु असु क्लिशु अनन्तरं अक्षु अक्षु तक्षु अनन्तरं सिधु सिधु सिधु सिधु अनन्तरं गाहु गुहु गृहु तृणुः तृः स्त्रुः अनन्तरं गुरुः वा गृह गाहु गुः गृह अनन्तरं तृणुः तृः स्त्रुः अपि अस्ति अनन्तरं कृपु वा स्त्रुः स्त्रुः वृः अन्तिम वृः अस्ति तदेव किमपि वक्तव्यं वा न सम्यक् अग्रिमसप्ताहे यदा आगच्छति अर्थमपि पठितुम् आगच्छति अस्तु महोदय अस्तु अस्तु धन्यवादः सरला भगिनी वक्तुम् इच्छति वा भगिनि आवली वदामि लेकिन् किन्तु अहम् अर्थं समीचीनं न वदति अग्रिमसप्ताहे कर्तुम् आवली वदामि तञ्चु ओवरस्तु तञ्चु ओवरस्तु अञ्जु मृजु क्लिदु दकारं द्वयमस्ति सिद्धु तदनन्तरम् आगच्छति एकमं पृष्टमस्ति चन्दु चन्दु पुनः वदामि तञ्चु तञ्चु ओवश्चु अञ्जु मृजु क्लिदु स्यन्दु तदनन्तरं शिद्धु गुप्पु क्लिप्पु क्लिप्षु क्लिप्षु तदनन्तरं कारान्त अशु अशु क्लिषु अक्षु तक्षु तक्षु तदनन्तरम् आगच्छति गुः गृह गाहु तृः स्त्रुः तृणुः वृः अहमपि प्रयत्नं करोमि वा तञ्चु इति अस्ति तञ्चु क्षमुष् न उक्तं क्षमु क्षमुष् धन्यवादः तञ्चु इति सङ्कोचने इति तनक्ति इति रूपं तनक्ति इति रुदादिगणीयप्रश्नपदिरूपं तदनन्तरं ओवृषु इति ओवृषु इत्युक्ते छेदने इति अर्थः वृच्छति इति वृच्छति इति द्वादि तुदादिगणीयप्रश्नपदिधातुः अस्ति अनन्तरं तदनन्तरम् अस्ति अञ्चु इति व्यक्ति व्यक्ति रक्षण कान्तिगतिषु इति अर्थः. तस्य तु अनक्ति इति भवति रुदादिगणीयप्रसयपदिरूपं. तदनन्तरं मृजु इति शुद्धौ इति अदादिगणीयधातुः अस्ति, परस्मैपदिः अस्ति, मार्ष्टि इति भवति मृजु. तदनन्तरं भवति किं भवति क्लिधु इति आर्द्रीभावे इति क्लिद्यति इति द्विवादिगणीयपरस्मैपदिः अस्ति. अनन्तरं स्यन्दु इति अस्ति प्रश्रवणे इति अस्ति. स्यन्दते इति भवति स्यन्दते इति द्वादिगणीय आत्मनेपदिधातुः अस्ति. अनन्तरं शिधु इति शिधु इति शास्त्रे माङ्गल्ये च इति अर्थः भवति. सेधति इति रूपं भवति. किम् अस्ति भ्वादिगणीयपरस्मैपदिधातुः इति मन्ये. तदनन्तरं कृपु इति अस्ति. कृपु इत्यस्य अर्थः सामर्थ्ये इति कल्पते इति भवति. तदनन्तरं पा इति मा वदन्तु, कोऽपि मा वदन्तु कृपु. तदनन्तरं कृपु गुपु इति गोपयति इति तदपि भ्वादिगणीयरक्षणे इति गोपयति भ्वादिगणीय परस्मैपदिधातुः अस्ति. अयादेशः भवति किञ्चित् गोपायति इति. तदनन्तरं गुपु कृपु गुपु. तदनन्तरं भवति त्रपु इति त्रपुष् इति. त्रपु इत्यस्य तु लज्जायाम् इति अस्ति. त्रपते इति भवति. भ्वादिगणे आत्मनेपदी धातुः अस्ति. अनन्तरं क्षमु क्षमु इति धातुद्वयम् अस्ति. एकम् अस्ति किम् अस्ति उभयतापि अर्थः अस्तु सहने इति एव भवति. एकं द्विवादिगणीयधातुः अस्ति द्विवादिगणीयपरस्मैपदी. तत्र तु क्षाम्य इति भवति. अनन्तरं भुवादिगणीयपरस्मैपदी धातुः तत्तु आत्मनेपदी भवति. क्षमते इति भवति. द्विवादिगणस्य क्षामयति इति तत्तु परस्मैपदी अस्ति. क्षाम्यति इत्यस्य अत्र तु द्विवादिगणीय तु क्षमते इति भवति. आत्मनेपदीं प्राप्नोति. तदनन्तरं भवति क्षमुक्तवती मकारः. तदनन्तरं तु किं भवति शकारः शकारान्तः भवति. अशु अशु इत्यस्य तु वदामि. अशु अक्षु उभयतापि व्याप्तौ सङ्घाते अत्र अशु इत्यस्य व्याप्तौ सङ्घाते च इत्यस्ति. अश्नाति इति अशु. तदनन्तरं क्लिषु इति भवति. क्लिषु इत्यस्य तु अर्थः अस्ति विभादने इति भादनं करोति इति. तर्हि क्लिषु इत्यस्य तु क्लिषु इत्यस्य क्लिष्णाति इति. तदनन्तरं भवति तन् अक्षु इति अस्ति. पुनः व्याप्तौ इति इत्यस्य अक्षति अक्ष्णाति इति भवति. अक्ष्णोति इति भवति. द्वादिगणीयधातुः अस्ति किन्तु अक्ष्णोति इति रूपं प्राप्नोति. स्वाद् किमस्ति स्वादिगणीयरूपमपि प्राप्नोति. तदनन्तरम् अक्षु. तदनन्तरं तक्षु इति तनूकरणे इति तक्षति इति. तदनन्तरं तक्ष्णोति इत्यपि रूपं भवति. समानं द्वादिगणीयप्रकृति अस्ति. तदनन्तरं त्वक्षु इति अस्ति. तदपि तनूकरणे इति एव अस्ति द्वादिगणे परस्मपदि. तस्य तु एकमेव रूपम् अस्ति पुक्षति इति एव अस्ति. तदनन्तरम् अत्र हकारान्तदातवः सन्ति. गाहु इति अस्ति. गाहु इत्यस्य अहम् अर्थं तत्र शब्द धातुपाठे यत् अर्थं दत्तमस्ति अहं न स्मरामि. अत्र किं दत्तमस्ति विलोडने इति अस्ति. तत्तु अहं न स्मरामि. दृष्ट्वा वदामि. डैव् इति स्मरामि किन्तु अत्र विलोडने इति न स्मरामि. गाहते इति गाह. अनन्तरं गृह् इति धातुः. क्षम्यतां गुः इति. गुः इति संवरणे इति. गूहते इति मन्ये खलु. गूहते इति तदनन्तरम् अस्ति. गूहति गूहते उभयपदि अस्ति. तत्तु दृष्टं. तदनन्तरं गृह इति. गृह इत्यस्य तु अर्थमपि तत्र हकारान्तानाम् अहं सम्यक् अर्थं न पठितवती. तत्र तु किं भवति गर्हति इति भवति. ग्रहणे गृह इति ग्रहणे इति अर्थः गर्हति इति. अनन्तरं तृण्हु इति अस्ति. तृण्हु इत्यस्य तु अहं हिंसायाम् इति अस्ति. अत्र धातुत्रयं वदति अस्ति. तृङ् हिंसायाम् इति अस्ति. तृण्हु तृहु स्त्रुः इति. तृण्ः इत्यस्य तु तृहति इत्येव अस्ति, नकारस्य लोपः भवति. तुदा सर्वे उभे त्रयमपि तुदादिगणे परस्मैपदी धातुः अस्ति, धातवः सन्ति. तर्हि तृहति तृहति इति तृङ्ः इत्यस्यापि अस्ति, तृह इत्यस्य अपि तृहति इति रूपं भवति. स्त्रुः इत्यस्य तु स्त्रुहति इति भवति रूपं. तदनन्तरं वृः इति अस्ति, दुः इति पुट् इन् एफर्ट् टु क्यारि इति अस्ति, तर्हि वहति इति भवति, बृहति इति भवति. तदपि तुदादिगणीयधातुः अस्ति. उद्यमे इति तत्र दृष्ट्वा वदामि, उद्यमे इति अर्थः इति तस्य तत्र हकारान्तनां मया अर्थं न पूर्णतया अहं न पठितवती. अग्रिमे सप्ताहे तदपि अहं पठित्वा आगच्छामि. भगिनि, बहवः धातव वयं यत् पठितवन्तः अर्थमस्ति हिंसा अर्थे, गतौ अर्थे वा हिंसा अर्थे भगिनि. त्रिः त्रिः तृणु तृः हरद् सवै हिंसा अर्थं अपि त्रिषु अपि वादने वादनं करोति इति. गतौ असि बहवः धातवः सन्ति गतौ. अहं तु कदाचित् अपि वेड् धातुः पूर्वं यथा पठितवती तदापि अहं मम वेड् धातुः मम मनसि एव न तिष्ठ न अहं कण्ठस्य न कृतवती. अधुना भवती साधु कारणकि अन्यत् नास्ति अपि वेद् नास्ति साधु वद् इति कारण हलन्ति तु तत् सेट् भवति साधु वद् धातु वद्दिति वा वदिति हं धातोः एव वदिति भवति खलु भगिनि. वदिति साक्षात् धातुः नास्ति खलु, हं धातुः एव वदिति भवति खलु. वदिष्यति इति सम्भाषणं करोति इति वा सेट् एव अस्ति. वयम् अस्माकम् आवल्यम् अस्ति वा आवल्यं वयम् पठन्ति आसं तत्र वदिष्यति इति वदति तु नास्ति आसीत् इति चेत् भवति रद् अपि आगच्छति तत्र किन्तु सेट् प्रयोगः अस्ति रद् तत्र तत्र सेट् एव अस्ति खलु वदिष्यति इति भवति सर्वेपि किन्तु अहं भ्रम आगच्छति वृद्धि दातु अस्ति अस्ति तत् वद् वृद्धि अहं तत् मम भ्रम जातः तत्र अग्रिमसप्ताहे अपि वयं वेट् दातूनां वदतु भगिनि. सेट् कथं जानीमः सर्वेपि हलन्तदातवः सेटः सन्ति इति महोदय उक्तवन्तः खलु. तर्हि तद्विहाय अत्र अस्माकम् आवल्यां ये दातवः वयं पठितवन्तः यदि वयं कण्ठस्थीकुर्मः चेत् ते तु अनित् भवन्ति. नो चेत् अन्यथा यत्किमपि यदि सेट् अपि नास्ति अनन्तरं सेट् आवल्यां न पठितवती अनन्तरं वेट् आवल्याम् अपि न पठितवती चेत् तत्तु निश्चयेन सेट् एव भवति. तत्तु अस्माकं वेट् क्षम्यताम् अस्माकं सेट् आवल्यां नास्ति चेत् तत्तु सेट् भवति इति इदागम अनु लिखितरूपं वक्तव्यं. गच्छामः, अस्माकं समयः अतीतः. तर्हि अग्रिमे सप्ताहेपि वेट् धातूनाम् अभ्यासः प्रवर्तते. तर्हि अर्थसहितं पठित्वा पुनः आगच्छामः. तदनन्तरं वयम् अनिट् धातूनां वयं पश्यामः. अस्तु, सेट् धातूनां पश्यामः, अन्ते तु अनिट् धातु अस्माकम् अजन्तदातु. अग्रे गच्छामः. अस्माकं करपत्रम् अस्ति लट्लकारः इति, भगिनी वदति वा कुतः आरभ्य पठनीयः? नूतन अस्ति भगिनी, पुनः नूतन भागम् अस्ति उक्तवान् आसीत्. किञ्चित् बोधयति वा कुत्र इति किञ्चित् पाठयति? पञ्च इदानीं पुनः अद्यतन तस्य अद्यतनकाल किम् अस्ति, अन्यद्यतनकाल किम् अस्ति, भाष्यकार किं वदति, काशिकार तस्य कथं अर्थं. तर्हि अत्र लुटः व्यवहारः कुत्र इति योजितवान्? तदेव पठनीयं, पठितव्यम्. पुष्पभगिनी पठति वा? सरला भगिनी बोधयिष्यति. आम् आं भगिनि, आं भगिनि. लुटः व्यवहारः कुत्र? अनद्यतने लुट् इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति भविष्यति इति एव. भविष्यदनर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति. एकवारं वदामि, भविष्यद् अनद्यतने अर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति. लुटो अपवादः, लुटः अपवादः. श्वः कर्ता, श्वो भोक्ता, अनद्यतने इति बहुव्रीहि निर्देशः. तेन व्यामिश्रे न भवति. व्यामिश्रे लिक्विड् अस्ति चेत् न भवति इति. केवलं श्वः वा एनिथिङ्ग् दट्स् नाट् टुडे इस् काल्ड् एस् इस् यूस्ड् वित् लुट् रैट्. लुट् इस् ओन्ली यूस्ड् फार् एनिथिङ्ग् दट् इस् नाट् फार् टुडे. So, but if you want today or tomorrow as a mixture, right, where you also use the word today in your sentence, then you cannot use lut. Tadato kevalam lut lakarasya prayoga samichinam bhavati. Adya shvaha va bhavishyati. Tadeva. Tena vyamishre na bhavati adya shvaha. Yatra vyojayama tatra to lut lakarasya prayoga na bhavati, kevalam lut lakarasya prayoga krutva bhavishyati iti vayam likamah. Bhavishyati. अस्तु, अग्रे अस्य अवगमनार्थं प्रथमतया अनद्यतने इति शब्दप्रसङ्गे किञ्चित् वक्तव्यम् अस्ति. अनद्यतने लुट् इति सूत्रम्. अनद्यतने इत्युक्ते श्वोभावी, भविष्यत् सामान्यम् इति नास्ति. केवलं श्वः कालिकभविष्यत्वम्. एतदेव अनद्यतनम् इति भाष्यमतम् एतद् उच्यते. कारणं किम् इति चेत्, यदि भविष्यत् सामान्यं सर्वम् अनद्यतनशब्देन गृह्यते, तर्हि अनद्यतने इति नामकरणं किमर्थम्? एतद् परिच्छेदं कृत्वा अग्रे गन्तव्यं. किमुक्तमस्ति, यदि अद्यतने अनद्यतने इति किमर्थं वक्तव्यं? खलु केवलं भविष्यति इति पर्याप्तं. सामान्यभविष्यत्कालस्य एव सूचना अस्ति चेत् केवलं भविष्यत् इति वदनेन पर्याप्तं खलु. किमर्थम् अनद्यतने इति उक्तवान्? तर्हि तत्र तत्र निश्चयेन वैशिष्ट्यम् अस्ति किन्तु तस्य इति कृत्वा केवलम् अनद्यतने इति भवति चेत् एव तत्र लुक्लकारस्य प्रयोगः इति. तत्तु सामान्य वदति, अग्रे अपि तद्वदति. अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालेपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति. तदेव तद् अद्यतनेपि भवितुमर्हति, श्वः अपि भवितुमर्हति. तर्हि अद्यतने भविष्यत् मास्तु लुट्लकारस्य अर्थे इति कृत्वा अनद्यतने इति उक्तवान्. भविष्यत्कालस्य प्रतिषेधं करोति. कथनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम्. विवक्षितं तदेव, तदपि मुख्य प्रमाणः. समीपकालं विवक्षितं तदपि तद् अनद्यतनकालः इति. नाम अद्यतनभविष्यद्भिन्नः अद्यतनभविष्यत् सदृशः तद् तत् सदृशः अस्ति, परन्तु तत्तु भिन्नः अस्ति. यथा अनश्वम् आनय इति आदेशः प्राप्यते चेत् कश्चित् पक्षी आनीयते किं? न, पक्षी न आनीयते. अश्वभिन्नः अश्वसदृशः. चतुष्पादः पशुविशेषः आनेतव्यः. एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीप भविष्यत्कालः एव अनद्यतनशब्देन वीक्षणीयः. तदेव उक्तं बहु प्रमाणः अस्ति तस्य समीपकालः इति वदनेन. एतद् अनश्वम् आनय इति अश्वम् अन् अश्वम् इति वदनेन पक्षी इति न आनीयते. अनश्वम् इति वदन् अनश्वम् इति वदनेन अश्वसदृशः एव, तत्तु चतुष्पाद पशुः एव आनेतव्यम्. एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्देन विवक्षणीयः. तदेव इदानीम् उक्तं तत् अनद्यतन इति ऐ मीन् तत् समीपकालं कालः एव अनद्यतनकालः इति विवक्षितं. तदेव एतदपि निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नभिन्नत्वे सति अद्यतनभविष्यत्सदृशकालः. अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव. अद्य भवति श्वः भविता इति भाष्यकारस्य मतम्. तर्हि अनद्य इति निषेधः इत्युक्ते पूर्णतया अन्यत् किमपि न सूच्यते, केवलम् अद्यतन यत् अस्ति तदेव अनद्यतन भवति. साक्षात् अद्यतन अस्ति, किन्तु अन्यत् किम् अस्ति इति पश्यामः चेत् श्वः इति वयं स्वीकर्तुं शक्नुमः इति. धन्यवादः भगिनि. मणिमहोदय पठति वा महोदय. भगिनि, वर्गे दीर्घा चर्चा जाता, अहं किञ्चित् वक्तुम् अस्तु. इति समीपकाल किम् अस्ति, अद्यतनसमीपकाल इति किं भवति इति महोदय उक्तवान्. अद्यतनकाल यदि अस्ति, सब् उदाहरणे यदि वयं स्वीकुर्मः नववादनं प्रातःकाल नववादने, तदनन्तरं चार्वादने इति सायङ्काले यत् अस्ति, तदपि अहं भविष्यं भवतु नववादन अद्यतनकाल अस्ति चार्वादने, किन्तु नववादने यत् वयं कार्यं करोमि तत् अहं वक्तुं शक्नोमि चार्वादने करिष्यामि अपि अपि. सो इति अपि अद्य समीपकाल अद्यतन इति अस्ति. किन्तु यदि नववादन रात्रौ नववादन परन्तरं भवति, तत् भवति अनद्यतनकाल. कारणं कि वयं जानीमः अद्यतनकाल अस्ति प्रथम गतौ रात्रौ अन्तिमप्रहर आरभ्य गम्यमानरात्रौ प्रथमप्रहरपर्यन्तं. साधु. यदि अद्यतनकाल भविष्यति त्रिवादने, यदि वयं स्वीकुर्मः सूर्योदय षड्वादने अस्ति, त्रिवादने प्रातःकाल आरभ्य नववादने रात्रौ पर्यन्तम् अद्यतनकाल अस्ति. साधु. अद्यतनकाल भवति किम् किं नववादने नववादने आरभ्य त्रिवादनं पर्यन्तं रात्रि अस्ति किल तत् आम् रात्रि अस्ति आम् रात्रस्य प्रथमपरपर्यन्तं अग्रिमरात्रस्य प्रथमपर्यन्तम् अद्यतनकालः अस्ति यत् प्रथम अवगच्छामि 3 AM to 9 PM अवगच्छामि परन्तु एकदिने 24 घण्टा अस्ति किल इति भवति समीपकाले यथा गतमस्ति यदि 4 PM सन्ध्याकाले भवत् वयं अग्रिमे 4 PM शनिवासरस्य 4 PM रविवासरस्य 4 PM पर्यन्तं वक्तुं शक्नुमः 4 PM श्वः अपि अद्यतन भवितुम् अर्हति किल अवगच्छामि भगिनि अत्र अद्यतनं भवति इदानीं श्वः अनद्यतनः एव परन्तु श्वः अद्यतनः अपि भवितुम् अर्हति इदानीं न श्वः आगच्छति कारण कियत् श्वः इति अनद्यतन वा अनद्यतन इति भवति न तु अद्यतन श्वः अद्यतनस्य समीपं यत् काल अस्ति तत् भवति श्वः अवगच्छामि भगिनि परन्तु श्वः अपि 18 PM वा 24 नास्ति वा 24 भवति 24 फ्रम् टुडे टुडे ईवनिङ्ग् 4 एण्ड् इफ् यु वाण्ट् टु सी टुमारो 4 o'clock एण्ड् देट् विल् बि श्वः फार् यु या देट् विल् बि टुमारो श्वः इट् विल् बि देट् विल् बि टुमारो श्वः या देट् 4 o'clock टुमारो 9 o'clock it is no, Pushpa Bhagini, his question is different. Okay, 30 hours it comes 30 hours to Swaha. That will be 24 hours also from the time you take from time you taking okay to next 24 hours it will be Swaha. Like from 4 o'clock in the afternoon today to tomorrow at 4 o'clock it will be Swaha. You can tell at 9 o'clock in the morning, oh, Shwaha, I will go at 4 o'clock like that, you know. Haan, Bhagini, 24 hours, tomorrow 24 hours, Achi. Today, we 24 hours, Parantu, Atra, 18 hours, Ava, Adhyatana, Iti, Vadamaha. Yeah. No. 18 hours. Only 18 hours. Adhyatana, Iti, Vadanena. समीपकालं समीपकालम् इति वदनेन अद्यतन वुड् हव् स्टार्टेड् वित् द लास्ट् प्रहर आफ् यस्टर्डेस् नैट् रैट् एनिवे विल् बि 24 अवर्स् एटीन् अवर्स् किल त्रिवादने तः अहम्य नववादने पर्यन्तम् 18 अवर्स् या 6 प्रहर परन्तु षट् अवर्स् रिमेनिङ्ग् षट् अवर्स् श्वः या दिस् 6 अवर्स् आड् टु टुमारोस् 24 सर्वपणी अवगच्छति अवगच्छामि भवतः क्वश्चन् बट् परन्तु भवतः आन्सर् अहं न जानामि भूतत्वम् आरोपणीयं पठितुम् अवगतम् अग्रे पठामः महोदय. अधुना लोके तु अयं नियमः लुट् लकारः स्वः श्वः एव इति अनुसृयमाणः न वर्तते. मासात् परम् आगमिष्यति चेत् अपि कदा आगन्ता इति व्यवह्रियते. एवं चिरभूतकाले अपि अनद्यतन लङ् व्यवहारः दृश्यते. यदा मासात् पूर्वं चेत् अपि सः पाठम् अपठत् इति प्रयुज्यते. ईदृशस्थले किं कर्तव्यम् इति विचिन्त्य नागेशः वदति, कालः अत्यन्तप्यधीत चेत् अपि मासात्मककालः अधीतः चेत् अपि ह्यः एव अधीतः इति अनुभूयमानम् अस्ति चेत् लङ्लकारं प्रयुक्तुं शक्यते. कदाचित् कथमिति चेत् मासे अधीतो अपि क्यो भूतत्वम् आरोपणीयम्. एवमेव अधीत संवत्सरस्य काले केवलं ह्यो भूतत्वम् आरोपणीयम्. अस्तु महोदय, जानामि अहं वदामि. अधुना लोके तु अयं नियमः लुट्लकारः स्वः इति न वर्तते लोके. व्याकरणे अत्र दत्तम् इति स्वः लुट्लकारः भवति इति, परन्तु लोके न वर्तते इति दत्तम्. मासात् परम् आगमिष्यति चेत् कदा आगन्तः, इदानीन्तः आगामि मासात् परमपि आगच्छति, आगामि अस्ति इति, कदा आगन्ता कदा भवति इति वा आगन्ता मीन्स् न तु गमिष्यति किन्तु आगन्ता अस्ति. गमिष्यति आगन्ता अस्तु. एवं चिरभूतकाल अपि अनद्यतन इति अत्र वयं वदामः अनद्यतनः श्वः अपि, परन्तु अत्र चिरभूतकाले लङ्लकारे अपि अनद्यतन लङ्लकारः इति वदामः. यदा मासात् पूर्वं यदा लुट्लकारः भविष्यत्काले इति मासात् परं वदामः, तदेव मासात् पूर्वं चेत् अपि लुङ् अनद्यतन लङ्लकारः इति, पूर्वं चेत् अपि पाठम् अपठत् इति प्रयुज्यते. मासात् पूर्वमपि अपठत्, ह्यः अपि पठत्, तदेव ईदृशस्य किं कर्तव्यम् इति विचिन्त्य नागेशः वदति, कालः अन्यत् अधीतं चेत् अपि मासात् कालहम् अधीतकालं वा एकमासस्य कालस्य पूर्वं वा अधः क्यः अधीतः वा इति अनुभवानम् अस्ति चेत् अत्र लङ्लकारः प्रयुज्यते इति वदति. परन्तु कथम् इति चेत् मासे अधीतः अपि क्यः भूत आरोपणीयम् इति वदति. किय भूतत्वम् अधीतसंवरस्य अधिककालं गच्छति चेत् अपि किय भूतत्वम् इति आरोपणीयम् इति वदति. इत्युक्ते केहस्य भूतकालं भूतत्वम् इति स्वीकरणीयं वा? वस्तुतः किमस्ति व्याकरणरीत्या श्वः केवलं श्वः इति अनद्यतनकालस्य श्वः इति न तु परश्वः अनद्यतकाल यत् अस्ति तत् न गणायामः. केवलं श्वः इति यत्र भवति अद्यतनकालसमीपश्वः इति गणना भवति अन्नजनकाल चिर अन्नजनकाल लैक् दशम एकमास अग्रिमे एक स्वत्सर अग्रिमे दश वर्षाः अग्रिम इति न गणना अस्ति अन्नजनकालस्य. तथैव ह्य यत् अस्ति केवलं ह्यः यथा चतुर्विंशति घण्टा पूर्वं ह्य भवति तस्य चिरकालपूर्वं यथा परह्य वा दश एकसप्ताह पूर्वम् एकमासपूर्वं वा दशवर्षाः पूर्वम् इति अन्नजनकाल नास्ति. सामान्यतया इति यत् भवति तस्य प्रयोग लुङ्लकार प्रयोगः भवेत् अपि लुट् यदि चिरं काल भविष्यत् काल अस्ति तत्र लुट् लकारस्य प्रयोगः भवति. किन्तु व्यवहारे वयं किं पश्यामः यत् दत्तमस्ति श्वः गमिष्यति कदा आगन्ता इति व्याकरणरीत्या आगन्ता अस्ति साधु अस्ति न तु आगमिष्यति. किन्तु वर्तमानकाले व्यवहारे वयम् आगन्ता इति न पश्यामः. अतः नागेश किं वदति श्वत्वं वयं चिरकाले अपि आरोपयामः चिरकाल अपि श्वः एव शिव एव दर्श्यते अपि श्वतं चिरकाल उपरि यदि आरोपयामः तत् भवति तथा व्यवहारे यत् लृट् लकार उपयोगः भवति तत् अस्ति गमिष्यति. भूतकाले ह्यतं चिरकाल उपरि वयं आरोपयामः अत्र चिरकालस्य भूतकाल अपि यथा लङ् लकारस्य उपयोगः भवति तत् भवति इति नागेश. चिरकालः वा मासात् पूर्वं वा अपि स्वकीयः तत्र उपरि यत् अस्ति यत् अस्ति आरोपयामः तत्र तत्र यत् आरोप्य लङ्लकारस्य उपयोगं कुर्मः भवति व्यवहारे श्वतं आरोप्य चिरकाल उपरि तस्य लृट् लकारस्य प्रयोगः भवति व्यवहारे इति नागेश वदति. आं भगिनि नागेश वदति तत् यत् अहम् वदामि फ्रम् युवर् कान्वर्सेशन् अहं वदामि अधीत चिरकाले अपि मासात् पूर्वमपि वि हौ टु कन्सिडर् यस्टर्डे सो वि हौ टु लङ्लकारः इति वदामः. Yes, yes. Because locally people are using lung lakar only. They are not using the lung lakar. Or they are not using lut lakar. Lut lakar. Vyavahare. Everybody. So that's what he's saying. We have to just consider that as hyatan, hyatam, vashvata manachira kala. Thank you. अस्तु पठामः वा पठामि वा अन्य उदाहरणमस्ति इति अस्तु अस्तु निर्देश निदर्शने विद्यार्थि निदर्शने विद्यार्थिनः विद्यालये पठन्ति यदा विरामः गच्छन्ति तदा गृहं च गच्छन्ति गृहे उत्तिष्ठ्वा सामान्य उषित्वा तदेव उषित्वा आं भगिनि उषित्वा गृहे उषित्वा मासानन्तरं वदन्ति अरे मासः अधीतः ह्यः एव आगतवान् अस्मि अनेन अधीतमासात् मके काले ह्यः भूतत्वं तैः अनुभूयते मासः अधीतः किन्तु ह्यः एव आगतवान् इति अनुभवः एवम् अत्यन्त यदि कालः अस्ति चेत् अपि नागेशः एतादृशः व्यवहारः असाधुः न इति उक्तवान् चिरादि ते अपि ह्यः द्वित्वं यत् उपरि दत्तं तदेव अत्र उद्यादिनः विरामः चेत् गृहं गच्छन्ति, अनन्तरम् आगच्छन्ति, मासात् परं वदन्ति गृहे उषित्वा सा मातान्तरं वदति, अरे मास अधीतः ह्यः एव आगतवान् इति तस्य अनुभवः अस्ति. ह्यः एव मासः अधीतः परन्तु ह्यः एव आगतवान् इति अनुभवः अस्ति. अन्तिमकालः अस्ति चेत् अपि परन्तु नागेशः वदति एतादृश असाधुः न इति उक्तवान्. असाधु इत्युक्ते साधुः एव इति साधुः एव साधुः एव पूर्वपन्थीय मध्ये तदेव उक्तवान् ह्यः भूतं भूतत्वम् आरोपणीयम् इति. तदेव अत्रापि ह्यः आगतवान् इति अनुभवः, अतः लङ्लकारे इति वक्तुं शक्यते. ह्यः एव कन्सिडर् कर्तुं कर्तव्यम्, अतः लङ्लकारः इति वदामः. तदेव यदि भवान् बहु कालः जातः परन्तु ह्यः किल एतत् इति भवति लङ्लकारे अपि लङ्लकारे एव लुङ्लकारस्य प्रयोगं ह्यत्वम् आरोप्यम् अस्ति तत्र पुनः तदेव आमां एवमेव पठामि वा. एवमेव अत्यन्तविलम्बित भविष्यति अपि श्वः भावित्वं यदा निश्चितविवाहः यदा समीपे भविष्यति तदानीं किं भवति तद्विषये चिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्येव भाति. अतः स्वभावी अपि अतीतविलम्बितभावी इतिवत् मासे कदाचित् अनेन अत्यन्तदूरं भावी अपि स्वभावी इत्यपि कदाचित् भविष्य भवितुम् अर्हति भावनया. लोके अपि ईदृशः अनुभवः व्याकरणश्च वर्तते. चिरभावीन्यमपि स्वभावित्वं शास्त्रज्ञा तदापि आरोपं कृत्वा सामान्यभूतकाले लुङ्लकारः प्रयुक्तः. सामान्यजनाः यदा लङ्लकारस्य व्यवहारं कुर्वन्ति इति आक्षेपं कुर्वन्ति. अस्य च साधनं नागेशः उक्तं विशिष्टस्थितिषु विशिष्टस्थलेषु वा साकेशन् वा तदेव. एवमेव अत्यन्त पूर्वं पत्ति पठितवन्तः लङ्लकारः अनद्यतन इति ह्यः एव भवति इति, परन्तु इदानीं वदति अतीतकालं परः एकमासस्य परं वा अनन्तरं वा अत्र विलम्बः भविष्यत्काले किं तदेव श्वः इति भवितव्यं, श्वः भवति इति. यदा निश्चित विवाहः यदा यदा समीपे भविष्यति तदानीं किं भवति प्रश्नः अस्ति अत्र. मासात् परम् अनन्तरं निश्चितम् अस्ति चेत् इदानीं समीपे आगच्छति चेत् तस्य किं भवति इति तद्विषये चिन्तनं यदा अतिशये क्रियते तदानीं कालः न गच्छन् गच्छन्येव बाध्य भविष्यत् सल्लभने अहं न जानामि अत्र पर दट् लैन् समान समान यथा ह्यतन इति आरोप्यमः चिरं काल भूतकाले तथैव अत्र भविष्यकाल प्रति उदाहरणमस्ति विवाहं परन्तु तत् सेण्टेन्स् अर्थः तत् सेण्टेन्स् अर्थः तद्विषये चिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्नेव भवति तस्य अर्थः तस्य अर्थः एव भवति यदि अतिशयेन तिष्ठति इति अनुभवन्ति ऐ मीन् अतिशयेन विलम्बं यदि भवति तर्हि काल न व्यतीत एव भवति इति मनसि आगच्छति अनुभवं भवति. अस्तु धन्यवादः भगिनि. अतः श्वः भावे अपि अतीतविलम्बितत्वं मासे कदाचित् अपि श्वः भावित्वं तत्पर मनसः भावना भवति उदाहरणानि कालव्यतीत इति बहु कालव्यतीत बहु झटिति कालव्यतीतं भवति वा विलम्बेन भवति इति मनसः किम् अनुभवं भवति इति अतः नागेश इति उक्तवान् ह्यत्वं अश्वत्वम् आरोपयामः अतः इति आरोप्य लिङ्लकार वा लङ्लकार वा लकारस्य उपयोगं कुर्मः इति अस्ति. अत्र शास्त्रज्ञः तदापि आरोपं कृत्वा सामान्यभूतकाले लुङ्लकारः प्रयुक्तव्य सामान्य जनाः सदा लङ्लकारस्य व्यवहारं कुर्वन्ति इति आक्षेपं कुर्वन्ति. अस्य समाधानादेशे उक्तं विशिष्टस्थलेषु तस्य अर्थः किम् शास्त्रकारव्याकरणानि ये अस्ति ते भवन्ति अद्यतनकाल वा या अद्यतनभूतकाल या भविष्यकाल अस्ति तत्र लुङ्लकार वा लुट् लकार एव कर्तव्यं किन्तु व्यवहारे तु इति न अस्ति किन्तु तस्य ते आक्षेपं कुर्वन्ति तस्य किन्तु तस्य समाधानं विशिष्टस्थितिः अस्ति इति अग्रे आगच्छति. सः यत् श्वकाल अस्ति सामान्यकाल अस्ति किरं काल अद्यतनकाल सः भवत् वदति इति विशिष्टस्थितिः अस्ति. सो सामान्य भविष्यकाल विशिष्टभविष्यकाल सामान्य ह्यकाल विशिष्ट ह्यकाल इति अग्रे आगच्छति. ओ आगच्छति वा? अस्तु अस्तु धन्यवादः भगिनि. अन्यः पठति वा नागेशस्य आरोपं आं भगिनि नागेशस्य विद्यार्थिनः इति खलु आरोपः कथं कल्पितः इति ततः अर्घ्य खलु नागेशस्य आरोपः कथं कल्पितः इति प्रश्ने सति अन्यत् उदाहरणम् अस्ति क्व प्रत्यये समानकर्तृकयोः पूर्वकाले इत्यनेन त्वाप्रत्ययः समानः कर्ता ययोः धात्वर्थयोः ययोः इत्यनेन कस धात्वर्थयोः तत्र पूर्वकाले धात्वर्थे वर्तमानात् धातोः क्वाप्रत्ययः भवति समानकर्तृकयोर्धातुवर्तयोः पूर्वकाले विद्यमानात् धातोः त्वा स्यात् इति वाक्यं स्नात्वा भुक्त्वा पीत्वा व्रजति बालकः स्नात्वा भुक्त्वा पीत्वा व्रजति इति भुक्त्वा व्रजति इत्युक्ते भोजन समनन्तरम् एव व्रजति इति नाम तत् आनन्तर्यम् अव्यवहितं न ओ अनन्तर्यम् अनन्तरम् इति न अस्ति, अव्यवहितमपि नास्ति, व्यवधानं किमपि अस्ति, व्यवधानं विना इत्यपि नास्ति, प्रायः भुक्त्वा तदनन्तरं किमपि कृतवान् स्यात्, किञ्चित् सुप्तवान् अपि स्यात्, तदनन्तरं व्रजनार्थमपि गतवान् चेत् अपि भुक्त्वा व्रजति इति वक्तुं शक्यते, तथा एव अग्रिमं साक्षात् अग्रिमम् एव नास्ति इत्यपि नास्ति। सः दशमकक्षायाम् अधीत्य शास्त्रीयकक्षाम् अधीत्य आचार्यकक्षाम् अधीत्य उद्योगं प्राप्तवान् इति उच्यते चेत् अव्यवहिततया सञ्जातम् इति वक्तुं न शक्यते। दशमकक्षाम् अधीत्य एतद् अधीत्य इति सर्वं वदामः चेत् तत्र मध्ये निद्रापि मास्तु, भोजनमपि नास्ति इति किन्तु तथा नास्ति, नाम अत्यन्तं व्यवहितः कालः भवति चेदपि तद् व्यवधानम् अव्यवधानं कृत्वा त्वा प्रत्ययः साधु इति वक्तव्यम्। एकं कृत्वा अन्यत् करोति चेत् अपि तत्र तु किञ्चित् व्यवधानं भवति एव खलु, तत्तु अव्यवधानं कृत्वा स्वाप्रत्ययः साधु अस्ति इति, अतः व्यवहितकालः अपि कदाचित् अन्यथा आरोप्यते इति सिद्धान्तः। तर्हि अव्यवहित इत्येव नास्ति, व्यवहितस्य अपि आमां तदेव अस्ति, अव्यवहित तद् अव्यवधानम् अव्यवधानं कृत्वा स्वाप्रत्ययः साधु। तर्हि यद्यपि व्यवधानम् अस्ति तथापि वयं किं कुर्मः, भुक्त्वा तदनन्तरं किमपि कृतवान् स्यात्, तत्र स्यूतं सर्वं धृत्वा नूतन वस्त्रं धृत्वा प्रायः व्रजति, किन्तु यद्यपि व्यवधानम् अस्ति तथापि अव्यवधानम् इति मत्वा वयं साधु इति मन्यामहे। तर्हि तथा एव, तर्हि अत्र यद्यपि पूर्वकाले इति दत्तम् अस्ति, साक्षात् पूर्व व्यवधानं तत्र भवति चेत् अव्यवधानपूर्वकाले इति न वक्तव्यं, न चिन्तनीयं, व्यवधानं करोति चेदपि भवति चेदपि साधु एव इति सिद्धान्तः। अग्रिमपङ्क्तिमपि लघुपङ्क्तिः अपि अस्ति पठति, आहत्य अद्यनतन इति श्वस्तन्याः च ह्यस्तन्याः संज्ञा, परश्च परञ्च लोके तद्विहायोऽपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान्, अनेन च लुङि मासात् पूर्वम् अपठत् इति व्यवहारः सम्भवति, यत्र ह्यो भावो वर्तते, यत्र ह्यः एव पठितवान् इति अनुभूयते, एवमेव लुटि भविष्यत्कालेपि। तर्हि सामान्यतया भविष्यत् भवतु किं भवति किम् अस्ति भविष्यत् कालं वा भवतु भूतं वा भवतु भविष्यत् वा भवतु, अनद्यतन इत्युक्ते यत्र अत्र श्वः अनद्यतन इति भविष्यत् इति वदामः चेत् श्वः इति अर्थः, तथा एव अनद्यतन भूत इति वदामः चेत् ह्यः इति अर्थः अस्ति, किन्तु मासात् पूर्वं वा मासात् अनन्तरं वा तत्र गृहीतुं शक्यते। किमर्थम् इत्युक्ते ह्यभावः वर्तते, नो चेत् श्वभावः वर्तते इति स्वीकृत्य ह्यः मासात् पूर्वं पठितवान् चेत् अपि ह्यः एव पठितवान् इति तत्र मनसि अनुभवः तथा भवति इति कृत्वा कालस्य तथा अस्माकं मोहयति कालम् अस्मान् इति कृत्वा वयं संज्ञा अस्ति न श्वस्तनसंज्ञा ह्यस्तनसंज्ञा इति तत्र किं भगिनि ह्यस्तनसंज्ञा श्वस्तनसंज्ञा इति वक्तव्यं, यथा वयं वदामः श्वः आरोपयामः चिरकालो उपरि वा ह्य आरोपयामः, तस्य श्वस्तन्यसंज्ञा ह्यस्तन्यसंज्ञा इति। इदानीं कविम् अरुणभगिनी न पठितवती लुट्लकारस्य लुट् व्यवहारः कुत्र, अधुना प्रश्नः अस्ति यत् लुट् स्थानं किम्, अनद्यतनशब्दस्य अर्थः कः, भाष्यकारस्य शिक्षा स्वभावी नागेशस्य वा चिन्तनं यत् अनद्यतने लङ्गि ह्यभावः, अनद्यतने लुटि स्वभावश्च. अनद्यतने लुटि अधुना अपि मनसि जिज्ञासा वर्तते यत् लुटो अपवादः इत्यस्य कथनेन अपवादशब्दस्य क अर्थः. व्याकरणे यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य. अनेन लुट् स्थानं किमपि च केन तर्केण अपि च भाष्यकारस्य मतम् अनुसृत्य लुट्लकारस्य क्षेत्रं श्वः एव इति चेत् अग्रिमे सप्ताहे मासे अग्रिमसप्ताहे अग्रिममासे अग्रिमवर्षे इति कस्य लकारस्य क्षेत्रम्? लुटः व्यवहारः कुत्र अस्ति? भाष्यकारः वदति अनद्यतनशब्दस्य अर्थः. भाष्यकारः वदति श्वः अभावि इत्येव भविष्यत् कालमिति वदति. नागेश वदति नागेश्वरसत् वदति अनद्यतने लङ्गपि ह्यभावः इति व्यवहारे अस्ति इति सः मन्यते. अनद्यतने लुट् अनद्यतन ह्यभाव भविष्यकाले अनद्यतन स्वभाव स्वस्य अर्थ इति आगच्छति तत्र. यथा वयं पूर्वं पठितवन्तः ह्यतन आरोपयामः चिरकाल अनद्यतन उपरि अपि ह्यभाव आरोपयामः चिरकाल श्व भविष्यकाल उपरि इति स्वभावि वा ह्यभावि इति. अधुनापि मनसि जिज्ञासा वर्तते यत् लुटो अपवादः. अन्यत् सूत्रमस्ति लुटो अपवादः अर्थं किम्, अपवादः शब्दस्य अर्थः किम् इति प्रश्नम् अस्ति. व्याकरणे अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य. अनेन लुट् स्थानं किमपि च केन तर्केण च भाष्यकारस्य मतम् अनुसृत्य लुट्लकारस्य क्षेत्रं श्वः एव इति चेत् अग्रिमे सप्ताहे अग्रिममासे अग्रिमवर्षे इति कस्य लकारक्षेत्रम्? अवगतं भगिनि इति प्रश्नं करोति भाष्यकार. यदि लुट्लकारस्य क्षेत्रं केवलं श्वः अस्ति न, भाष्यकारः वदति श्वभावे केवलं साधु यथा पूर्वं भवती पठितवती भाष्यकारस्य शिक्षा श्वभावि एव केवलं श्व अर्थ इति अनद्यतनकालः अस्ति. किन्तु नागेश इति न नागेशस्य मतं भिन्नम् अस्ति. भविष्यकालः किमपि भविष्यकालः भवति तत्र अनद्यतनकालः भविष्यकालः अस्ति. अनद्यतनकालभूतकाले अस्ति इति भाष्यकारः इति प्रश्नं करोति. यदि श्वः इति वयं वदामः तत्र अग्रिमसप्ताहः मासः वर्षः इति तत्र सः लकारस्य क्षेत्रम् आगच्छति. यदि लुट् लकार अस्ति तस्य कुत्र तस्य प्रयोगः भवति इति तस्य प्रश्नः अस्ति. लुटु अपवादः इति तस्य समाधानं किमपि अग्रे अस्ति. भाष्यकार्य पुनः अवगतं भगिनि. नागेश वदति अनद्यतन लङि यभाव अनद्यतन लुटि स्वभाव अनद्यतन उपरि यत् स्वभाव आरोपयामः अन्यदतन उपरि ह्यभाव आरोपयामः भूतकालस्य कृते इति. धन्यवादः. अस्तु. सो लुटो अपवादः, तस्य लुटो अपवादः मीन्स् अस्ति लुट् लकारः, तस्य यदि श्व अस्ति लुट् लकारः अस्ति तस्य अपवादः कथं भवति इति, इत्यनेन लुट् लकारः लुट् अपवादः एव. सो लुट् लकारः लुट् लकारः लुट् अपवादः एव नाम भविष्यत् सामान्ये विहित लुट् अनद्यतन भविष्यत् विशेषे अर्थात् श्वोभावी रूप भविष्यद्विशेषे अयं लुट् लकार विधीयते इति हेतोः येन न प्राप्तेयो विधिराराभ्यते स तस्य बाधको भवति इति न्यायेन एक अपरस्य अपवादः. यत् कर्तकः अवश्य प्राप्तौ सत्यां नाम यः विधि अवश्यं प्राप्नोति एवम् अस्मिन् विधौ प्राप्ते सति पुनः अन्यविधि आरभ्यते चेत् स च पुनः आरभ्यमाणविधिः अवश्यप्राप्तविधिं भादते. प्रकृतो भविष्यत्सामान्ये विहित लुट् इति कृत्वा लुट् लुट् अवश्यप्राप्तिः अस्ति. श्वः भविष्यति अपि भविष्यत् एव एवं तद्भिन्नः भविष्यत् सामान्यम् अपि भविष्यत् एव. अतः भविष्यत्वनिमित्तकत्या लुट् लकार प्राप्नोति येन न प्राप्ते यत् कर्तृक अविश्यप्राप्तौ सत्यां लुट् कर्तृक अविश्यप्राप्तौ सत्यां यो विधि आरभ्यते लुट् विधि आरभ्यते अयं लुट् विधिः तस्य नाम लुट्टः. लुट् विधे बाधकः भवति अतः श्व गमिष्यामि इति तु न भवति एव इति अपि लुट् लकारस्य अपवादः अस्ति. इदानीं किति कानि परिभाषक शब्दाः सन्ति. एकम् अस्ति सामान्य भविष्य, अन्यम् अस्ति विशिष्ट भविष्य, एकमस्ति विधि इति अवश्यविधि अस्ति. सो सामान्य भविष्य यथा पूर्वम् उक्तवती सामान्य भविष्यति लुट् लकार, अपि विशेष भविष्य अस्ति लुट् लकार, अवश्यविधि अस्ति लुट् लकारस्य अस्ति, तस्य उपरि या विधि आगच्छति तत् अस्ति लुट् लकारस्य इति मनसि स्थाप्य वयं पुनः पठामः एकमेकं पङ्क्तिश. सो लुट् लकार अपवाद द्वयोः अपवादः किम् अस्ति. सो भविष्यत् सामान्ये विहित लुट् लकार, सो सामान्य भविष्यत् काल अस्ति लुट् लकार, अनद्यतन भविष्यत् विशेषे अर्थात् श्वभावी रूप भविष्यत् विशेषे अयं लुट् लकार. सो यत् श्वभावी अस्ति इति, यत् श्वभावी मीन्स् श्व अर्थं भविष्यत् रूपेण यत् आगच्छति तत् अस्ति भविष्यविशेष इति विधीयते इति येन इति न्यायस्य नाम अस्ति येन न प्राप्ते यो विधि आरभ्यते सा तस्य बाधको भवति. अग्रे तस्य विवरणमस्ति. अपरस्य यत् कर्तृक यत् इति अस्ति लिट् लकार, लिट् लकारकृतिक अविश्यप्राप्तौ सत्यां नाम यः विधि अविश्यप्राप्नोति यथा प्रथमं लिट् लकार विधि भवति एवम् अस्मिन् विधौ प्राप्ते सति पुनः अन्यविधि आरभ्यते चेत् स च पुनः आरभ्यमाणविधि अवश्यप्राप्तविधि. सो यदि पूर्वं लिट् लकार आगच्छति अवश्य तस्य अस्ति अवश्य तस्य तस्मिति तस्य उपरि अस्ति अन्यविधि यदा लिट् लकार यदि वदामः तस्य अवश्यप्राप्ति भवति. प्रकृतौ भविष्यत् सामान्ये विहित लुट् इति कृत्वा लुट् अवश्यप्राप्तिः अस्ति. सो प्रथमं लुट् प्राप्ति आगच्छति. श्व भविष्यत् सति अपि भविष्यत् एव तद्भिन्नं भविष्यत् सामान्यमपि भविष्यत् एव. सो यथा वयं पूर्वं दृष्टवन्तः यत् सा पठितवती पुष्पा भगिनी, तत् भविष्यत् भिन्न वा भविष्यत् सदृश, यथा अनश्वम् इति अश्व सदृश अस्ति किन्तु अश्वभिन्न अस्ति, तथैव अत्र अपि भविष्य सदृश अस्ति भविष्यभिन्न अस्ति इति अर्थम् आगच्छति अत्र अपि. भविष्यत् अपि भविष्यत् एव भविष्यत् एव अस्ति, किन्तु भविष्यत् भिन्नम् अस्ति, भविष्यत् सामान्य भविष्यत् सदृशमपि अस्ति, तत् अस्ति लुट् लकार. सो भविष्यत् भविष्यत्वनिमित्तकतया लुट् लकार प्राप्नोति येन, प्रथमं जसति येन न प्राप्ते यत् कर्तृक अवश्य प्राप्तौ सत्यां, यत् लुट् लकार भवति अवश्य प्राप्तौ सत्यां, तस्य लुट् अविश्य प्राप्तौ सत्यां. यो विधि आरभ्यते, यो विधि आरभ्यते यथा तत् अस्ति तस्य उपर लुट् लकारविधि आरभ्यते, लुट् विधि आरभ्यते तत् लुट् विधि इति वदामः. सो लुट् विधौ बाधक भवति अत्र श्व गमिष्यामि इति तु न भवति एव. सो अत्र एतत् यत् न्याय अस्ति येन प्राप्ते यो विधि आरभ्यते न तस्य बाधकः भवति, या वृद्धि लुट् लकारे आगच्छति तस्य लुट् लकार यत् अस्ति तस्य बाधको न भवति, अनेन श्व गमिष्यामि इति तु न भवति एव इति न वक्तव्यं. श्व गमिष्यामि श्व गन्ता इति वक्तव्यं, न तु श्व गमिष्यामि. भव्या भगिनी भवती भगिनी सामान्य भविष्यत्कालम् अद्य एव भविष्यत्कालः अस्ति किल, तथैव परन्तु श्वः तस्य अनन्तरं वदति चेत् तत् लुट् भवति. अद्यतनकाले भविष्यत्कालः लुट् इति तत्र सामान्य भविष्यत्कालः वा अद्यतन अद्यतन यथा पूर्वं यथा महोदय नववादने अपि अद्यतनकाले अपि चारवादने अपि तत्र लुट् लकारः भवति, श्वः इति भवति तत्र भवति लुट् लकारः. बहु चिन्तनम् अस्ति अत्र, एतत् पर्यन्तं कृतवन्तः वर्गे. आम् आं भगिनि, आं भगिनि, एतदेव भगिनि. आगामि वर्गे अपि लुट्टोपातः तद् विधिः विधिरस्य बाधे भवति तत् वदन्तु. Because it's not that easy to comprehend, I think. Right? Right? Not easy to comprehend. Yes, Bhagini. Mahodaya. Hey, Bhagini, Vasant is your sister? महोदय लिङ्क् प्रेषितवती किल चाट् मध्ये, चाट् न ऐ थिङ्क् शी सेण्ट् यू बै ईमेल्. आं महोदय, चाट् मध्ये अपि प्रेषितवती, ईमेल् मध्ये अपि प्रेषितवती महोदय. ईमेल् ओके, धन्यवादः. ईमेल् अस्ति चेत् तदेव ईशिफामि. धन्यवादः महोदय, धन्यवादः. भव्या वसन्त इस् योर् सिस्टर्? अम्बा अस्ति भगिनि. ओ मा योर् मदर् इस् हियर्? अत्र आगतवती. वेरि नैस्, वेरि नैस्. अस्तु भगिनि, अस्तु मिलामः तर्हि. धन्यवादः. सन्ति भगिनि शुभरात्रि. तर्हि शुभरात्रि. शिवरात्रि भगिनी.